नमस्कारः. तर्हि अद्य न्यायशास्त्रस्य रिव्यू सेशन् इत्यस्य द्वितीयः वर्गः अस्ति. एतावत् पर्यन्तं कश्चित् परिचयः प्राप्तः अस्माभिः. गते वर्गे वयं विद्याधरीपुस्तकस्य पृष्ठसङ्ख्या 1 आरभ्य पृष्ठसङ्ख्या 6 पर्यन्तं अधीतवन्तः. तत्र किं किं दृष्टवन्तः इति संक्षिप्तरूपेण पुनरावर्तनं कृत्वा अग्रे सरामः. जगति सप्तपदार्थाः सन्ति इति वयं ज्ञातवन्तः. द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति. एते सप्तपदार्थाः कुतः आगतः अथवा किमर्थं निर्दिष्टाः इत्यस्मिन् विषये अपि किञ्चित् काचित् चर्चा जाता. प्रत्यस्मिन् वस्तुनि कश्चन विशेषः वर्तते. तं विशेषं गृहीत्वा तस्य पदार्थस्य लक्षणं ज्ञात्वा एषः पदार्थः द्रव्यम् अथवा गुणः, कर्म, सामान्यम् इत्यादीनि संज्ञा क्रियते. उदाहरणार्थं यस्मिन् गुणः अस्ति तद्वस्तु द्रव्यम् अस्ति इति वयं ज्ञातवन्तः ह्यः. अन्यच्च एका पद्धतिः अस्ति वात्स्यायनभाष्यग्रन्थादिषु. एका पद्धतिः अस्ति येन पदार्थानाम् अभिज्ञानं भवति. प्रथमतः उद्देशः, यत्र नामनिर्देशः भवति. तदनन्तरं लक्षणम् इत्युक्ते पदार्थे किम् अस्ति, कश्चन विशेषः गुणः अस्ति वा तद् ज्ञात्वा तस्य लक्षणं जानीमः. तदनन्तरं लक्षणस्य परीक्षा इत्युक्ते तद् लक्षणं पदार्थे सर्वत्र वर्तते न वा अथवा एकत्र वर्तते वा, एतादृशपरीक्षा, अनालिसिस् परीक्षा तृतीयसोपानं. तेन सप्तपदार्थाः निर्दिष्टाः, द्रव्यं, गुणकर्म इत्यादयः पदार्थाः. अनन्तरम् आधार आधेयभावः इत्यस्य ज्ञानं प्राप्तम्. इदानीम् अहं वदामि, यज्ञदत्तः आसने उपविशति इति. तत्र आसनं किम् अस्ति, कोऽपि वदति वा? आधारः अस्ति. आम्, आधारः अस्ति अथवा अधिकरणम् अस्ति आसनं. यज्ञदत्तः आधेयः. आधेयः अस्ति. आधारः चिन्तयति अहं भारं वहामि. एषा चिन्ता, अहं भारं वहामि इत्यस्य चिन्ता, तस्य एक नाम अस्ति. तद् किम्? आसनमस्ति अधिकरणम् इति. आसनं चिन्तयति अहं भारं वहामि, तस्य भावस्य नाम किम्? सत्यम्, अधिकरणता. यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि, ईदृशी चिन्ता अस्ति आधेयता, यथा महोदयेन उक्तं. तथा एव द्रव्यगुणयोः सम्बन्धः अपि. द्रव्ये गुणः अस्ति, तदर्थं द्रव्यम् अस्ति अधिकरणं, द्रव्ये अधिकरणता वर्तते. गुणः भारं स्थापयामि इति चिन्तयति, तर्हि गुणः अस्ति आधेयः, गुणे अस्ति आधेयता इति अस्माभिः दृष्टम्. इदानीं कस्मिन् किम् अस्ति इत्यस्य ज्ञानार्थं पदद्वयस्य उपयोगम् अभवत्. तत् किम् इति वक्तुं शक्नुवन्ति वा कोऽपि? निष्ठवर्ति. निष्ठवर्ति, उत्तमम्. निष्ठवर्ति इत्येषाम् उपयोगेन आसने किम् अस्ति? आसने अस्ति अधिकरणता. तमेव वाक्यं वयम् आसननिष्ठ अधिकरणता अथवा आसनवर्तिनी अधिकरणता इति वक्तुं शक्नुमः. यज्ञदत्ते किम् अस्ति? यज्ञदत्ते आधेयता अस्ति. तमेव वाक्यं वयं यज्ञदत्तनिष्ठ आधेयता अथवा यज्ञदत्तवर्तिनी आधेयता इति वाक्यद्वयं वक्तुं शक्नुमः. अनन्तरं वयं ससम्बन्धिकाः पदार्थाः इत्युक्ते किम् इति दृष्टवन्तः. येषां पदार्थानां परस्परः सम्बन्धः वर्तते, अहम् अधिकरणता इति वदामि चेत् कस्य अधिकरणता इति प्रश्नः उदेति, आधेयता इति वदामश्चेत् कस्य आधेयता इति प्रश्नः उदेति, तर्हि एतादृशानि पदानि ससम्बन्धिकाः सन्ति. ससम्बन्धिकानां कश्चन सम्बन्धः वर्तते, आधार आधेयभावः इति कश्चन सम्बन्धः. एकवस्तु अन्यं निरूपयति ससम्बन्धिक वस्तुनोः मध्ये, तद् निरूप्य निरूपकभावः इति अपि वदामः. इदानीम् आधेयता इत्यस्य निरूपणार्थम् अधिकरणता इत्यस्य आवश्यकता अस्ति. अधिकरणता इत्यस्य निरूपणार्थम् आधेयता इत्यस्य आवश्यकता अस्ति. आधेयता यदा निरूपकः भवति तदा अधिकरणता निरूप्यः भवति. अधिकरणता यदा निरूपकः भवति तदा आधेयता निरूप्यः भवति इति अपि ज्ञातम्. इदानीं षष्ठे पृष्ठे चित्राणि सन्ति, कृपया षष्ठं पृष्ठं गच्छन्तु सर्वे. पेज् सिक्स्. निरूपकनिरूप्यभावः कथं वदाम इति अस्माभिः अपि ज्ञातम्. तर्हि रत्ना भगिनी प्रथमं चित्रं दृष्ट्वा वदति वा आसनं यज्ञदत्तः तयोः सम्बन्धः कीदृशः इति? आम्, आसननिष्ठा अधिकरणता, अधिकरणता निरूपिता आधेयता, आधेयताश्रयः यज्ञदत्तः. यज्ञदत्तः तथा एव, आसने अधिकरणता अस्ति तर्हि आसननिष्ठ अधिकरणता, तया निरूपिता, तया का निरूपिता? आधेयता, आधेयतायाः आश्रयः यज्ञदत्तः. अत्र समस्तपदम् अस्ति, आसननिष्ठ अधिकरणता निरूपित आधेयताश्रयः यज्ञदत्तः. आसननिष्ठ अधिकरणता निरूपित आधेयताश्रयः इति समासः अस्ति. तर्हि समासं पृथक् पृथक् कृत्वा किञ्चित् वक्तुं प्रयत्नं कुर्मः. कः प्रयत्नं करोति? माला भगिनी. माला भगिनी अस्ति वा? आम् आम् अस्मि. अहं शृणोमि भगिनि. अस्तु, अनन्तरं जयन्ती भगिनी प्रयत्नं करोति वा? आसननिष्ठ अधिकरणता निरूपित आधेयताश्रयः इत्यस्मिन् गर्भे समासाः सन्ति. जयन्ती भगिनी अस्ति किम्? क्षम्यताम्, आसने निष्ठ अधिकरणता, एकनिमिष, आसने निष्ठ कीदृशः समासः? अहं समासं पूर्णतया न पठितवती भगिनि. अस्तु अस्तु, अन्य कोऽपि सहायं करोति वा, वेङ्कटेशमहोदय वा अथवा रत्ना भगिनी? सप्तमी तत्पुरुष इति अहं चिन्तयामि. सत्यम्. आसने निष्ठ सप्तमी तत्पुरुष. अनन्तरं पठतु भगिनि. आसननिष्ठ अधिकरणता. तत्र कः समासः? आसने निष्ठा तु सप्तमी तत्पुरुषसमासः. आसने निष्ठ इति. आसने निष्ठा अधिकरणता इति अग्रिम कर्मधारय. सत्यं, कर्मधारयसमासः. आसननिष्ठ अधिकरणता इति समस्तपदं, समस्तपदस्य विग्रहवाक्यमस्ति. आसननिष्ठा अधिकरणता. आसननिष्ठा अधिकरणता, तत्र विशेषणविशेषभावः अस्ति, एकार्थबोधकत्वम् अपि अस्ति. तर्हि कर्मधारयसमासः अस्ति. अनन्तरम् अग्रे आसननिष्ठ अधिकरणता निरूपिता. तत्र कीदृशः समासः? रत्ना भगिनी प्रयत्नं करोति वा? निरूपिता बहुव्रीहि भवति वा? न, निरूपिता इति क्तान्तपदमस्ति. अन्यः कोऽपि सहायं कर्तुम् इच्छति? अधिकरणतया इति भवति. आसननिष्ठा अधिकरणतया निरूपिता. आम्, सत्यं महोदय. तर्हि समासः कः? स्तुतिरतत्पुरुषः आसननिष्ठा अधिकरणतया इति. सत्यम्, आसननिष्ठ अधिकरणतया निरूपितः इति तृतीयतत्पुरुषसमासः. अनन्तरम् आसननिष्ठ अधिकरणतया निरूपित तस्य समासप्रयोगः अस्ति. आसननिष्ठ अधिकरणता निरूपित. आधेयत, तत्र कीदृशः समासः? आम्, सत्यम्. आसननिष्ठ अधिकरणतया निरूपित आधेयताश्रयः. अन्तिमभागे कीदृशः समासः? आधेयताश्रयः. सत्यं, षष्ठी तत्पुरुषः. तर्हि एतद् एकं बृहत् समस्तपदमस्ति. अन्ते बहवः समासाः अन्तर्भूताः, किन्तु संक्षिप्तरूपेण यज्ञदत्तस्य निरूपणं कर्तुम् आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः यज्ञदत्तः इति वाक्यं भवति. अग्रे वेङ्कटेशमहोदय प्रयत्नं करोति वा द्वितीयचित्रं यज्ञदत्तनिष्ठ आदेयतया निरूपिता अधिकरणताश्रयः आसनम्. आसनम्, यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणताश्रयः आसनम् इति आसनस्य निरूपणम् आधेयता अनयोः सम्बन्धं कल्पयित्वा आसनस्य निरूपणम् अभवत्. अन्यः कोऽपि आगतवान् वा? दीपा अथवा रवि, दीपा भगिनी अथवा रवि महोदयः? रवि अस्मि, किन्तु मन्दिरे अस्मि. ओ, अस्तु अस्तु अस्तु अस्तु. तर्हि इदानीं तत्र तृतीयं चित्रं पश्यन्तु. गुणः अस्ति, द्रव्यमपि अस्ति. तस्य निरूपणं करोति वा माला भगिनी? द्रव्ये निष्ठा अधिकरणता. एकनिमिषः. द्रव्ये निष्ठा इति अस्ति, किन्तु समासानन्तरं द्रव्यनिष्ठा, तावदेव. द्रव्यनिष्ठा अधिकरणता निरूपित आधेयताश्रयः गुणः. द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयः गुणः इति गुणस्य निरूपणम्. अनन्तरं जयन्ती भगिनी चतुर्थं चित्रं दृष्ट्वा प्रयत्नं करोति वा? द्वितीयचित्रं वा? अधः अधः द्रव्यं गुणः तस्मिन् भागे द्वितीयचित्रं गुणनिष्ठा आदेयता निरूपित अधिकरणताश्रयः द्रव्यम्. गुणनिष्ठा आधेयता निरूपित अधिकरणताश्रयः द्रव्यम् इति विषयः अस्ति. इदानीम् इतः परं गच्छाम. भगिनि एकः प्रश्नः अस्ति. अस्तु. अत्र उपरि द्रष्टा पश्यामः चेत् निरूपिता अस्ति, अत्र निरूपिता एव ह्रस्व आकारः अस्ति. निरूपितः इति भवितव्यं किल? निरूपिता एव स्यात्. किमर्थं चेत् आधेयता अधिकरणता स्त्रीलिङ्गपदानि एव. अस्तु. किन्तु समस्तपदे वदनार्थम् आधेयता निरूपित इति एव अस्ति खलु, प्रायः तदर्थम् इति चिन्तयामि. अस्तु. द्रोणमहोदय वा भव्या भगिनी किं चिन्तयन्ति? समासः एव कारणम् इति मन्ये भगिनि. आम् अस्तु. अस्तु तर्हि इतः अग्रे गच्छामः. रत्ना भगिनी एव पठति किम्? एवं सति. अस्तु. एवं सति द्रव्यं प्रथमः कुतः निर्दिष्टम् इत्यस्य समाधानम् इतरे सर्वेपि द्रव्यम् आश्रित्य तिष्ठन्ति इति यद्युक्तं यदुक्तं तदपि स्पष्टम्. वयम् एतदपि दृष्टवन्तः, अन्ये सर्वे अपि द्रव्यम् आश्रित्य तिष्ठन्ति इति. अन्ये पदार्थाः द्रव्ये भवन्ति, द्रव्यम् आश्रित्य अपि तिष्ठन्ति. इदानीं चित्रं दृष्ट्वा वदतु भगिनि. अस्तु. तदर्थं फलितः द्रव्ये गुणः, द्रव्ये कर्म, द्रव्ये सामान्यं, द्रव्ये विशेषः, द्रव्ये समवायः, द्रव्ये अभावः. तानि नवद्रव्याणि सङ्ग्रहकारणे सङ्ग्रहकारेण निर्दिष्टानि पृथिव्यादीनि तथा च सङ्ग्रहः तत्र द्रव्याणि तेजो वायव्याकाश काल दिगात्मं मानसं मनांसि क्षम्यतां नवैव इति. नवैव इति तत् पृथक् कृत्वा वदति वा? वयं प्रथमे पुटे एव नवद्रव्याणि सन्ति इति दृष्टवन्तः, पृथिवी, जलं, तेजः, वायुः, आकाशः. तर्हि पृथक् पृथक् कृत्वा वदति वा तत् सङ्ग्रहम्? आम्. पृथिवी, वायु पृथिवी जलम् इत्यस्य स्थाने अप् इति अस्ति. पृथिवी अप्. ओ, पृथ्वी तेजो तेजः वायुः आकाशः काल दिक् आत्मं मनः इति नवद्रव्याणि इति सङ्ग्रहरूपेण अत्र उक्तमस्ति. तदनन्तरं गुणाः के के इति उक्तमस्ति. अनन्तकृष्णमहोदय पठितुमिच्छति वा? रूपरसगन्धस्पर्शसङ्ख्यापरिमाणतत्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धि सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराः चतुर्विंशतिगुणाः. रूपं रसः गन्धः स्पर्शः संख्या परिमाणं पृथक्त्वं संयोगः विभागः परत्वं योगः अपि अस्ति संयोगः विभागः न क्षम्यतां संयोगः विभागः संयोगः विभागः परत्वम् अपरत्वं गुरुत्वं द्रवत्वं स्नेहः शब्दः बुद्धिः सुख सुखं दुःखम् इति इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः संस्कारः संस्कारः इति एते सर्वे सन्ति बहुवचने चतुर्विंशतिगुणाः इति चतुर्विंशतिगुणाः तर्हि एतेन सङ्ग्रहकारेण नवद्रव्याणि निर्दिष्टानि चतुर्विंशति 24 चतुर्विंशतिगुणाः के इति इत्यपि निर्दिष्टाः सन्ति अग्रे पठति वा महोदय केचन दार्शनिकाः कर्म इति पदार्थं न अङ्गीकुर्वन्ति अतः कर्मणि अस्ति विवादः न तथा गुणेषु गुणानां इयत्था विषये विवादसत्त्वे अपि गुणः अतिरिक्तपदार्थः वर्तते न वा इति नास्ति विवादः अतः गुणकर्मणोः मध्ये गुणाः एव द्रव्यनिर्देशोत्तरं निर्दिष्टाः द्रव्यं तु आदौ एव निर्दिष्टम् अस्ति सप्तपदार्थेषु किन्तु इदानीं द्रव्योत्तरं गुणः किमर्थम् इत्यस्य विवरणम् अत्र दीयते महोदय वदति वा किञ्चित् तत्र केचन दार्शनिकाः चिन्तयन्ति कर्म इति पदार्थः नास्ति इति चिन्तयन्ति ते कर्म इति पदार्थस्य अङ्गीकारं न कुर्वन्ति ततः तत्र कर्मणि विवादः अस्ति परन्तु गुणः इत्यस्मिन् विषये कोऽपि तत्र विवादं न कुर्वन्ति तत्र सर्वेषाम् अङ्गीकारम् अस्ति ततः द्रव्यम् इति उक्त्वा अनन्तरं गुणः भवति कर्मणः पूर्वम् इति कर्मणः पूर्वम् इति केचन दार्शनिकाः कर्म इति पदार्थः न अङ्गीकुर्वन्ति इत्युक्ते कर्म पदार्थेषु भवतु वा न वा इति विवादः अस्ति किन्तु गुणानां इयत्ता विषये इयत्ता इत्युक्ते कियत् इति गुणानां इयत्ता विषये तादृशः विवादः एव नास्ति तदर्थं द्रव्यमनन्तरं गुणः इति सप्तपदार्थेषु सप्तपदार्थानां निर्दिष्टसमये निर्देशनसमये द्रव्यं गुणः इति उक्त्वा अग्रे गच्छन्ति इति एव सारांशः विवादः अतः विवादः इत्युक्ते डिबेट् अस्ति भगिनि I'm sorry? There's a debate. Oh, okay. Whether karma should be padarthaha or not. Tatha kashchana vivadaha asti. Drona Mahodaya, kimapi vaktum icchati va? Na, Vaginita, tadeva samyak asti. Aham chintayami karma api guneshu antarbhuta iti kechana chintayanti iti kutrapi patitam kinchit eva smaranam asti. ततः एव तत्र विवादः अस्ति तत्र स्वतन्त्रपदार्थः अस्ति वा तत्र अन्येषु पदार्थेषु एव अन्तर्भूतः भवति वा तदेव तत्र विवादः अस्तु अस्तु तर्हि यथा महोदयेन उक्तं कर्म इति पदार्थः स्वतन्त्रतया भवितुम् अर्हति वा न वा अन्येषु भवति वा इति विवादः अस्ति किन्तु गुणविषये तथा नास्ति गुणः कस्मिन् भवति कस्मिन् न भवति इति अग्रे गत्वा पश्यामः शिल्पा भगिनी पठति वा ते च ते च रूपारगन्ध स्पर्शेत्यादि सङ्ग्रहपङ्क्त्या सङ्ग्रहपङ्क्त्या निरूपिताः निरूपिताः गुणस्य विषये एव वदन्तः सन्ति अधुनापि ते च ते के रूपरसगन्ध इत्यादयः रूपरसगन्धस्पर्श इत्यादि सङ्ग्रहपङ्क्त्या निरूपिताः गुणाः इति वदन्ति. तावदेव. अग्रे पठतु भगिनि. ततः क्रिया निर्दिष्टा उत्क्षेपणादिग्रन्थेन. इदानीं द्रव्यं नवद्रव्याणि सन्ति इति जानीमः, चतुर्विंशतिगुणाः सन्ति इति जानीमः. इदानीं कर्मस्य विषये किञ्चित् चिन्तनं प्रवर्तमानमस्ति. ततः कर्मक्रिया निर्दिष्ट उत्क्षेपणादिग्रन्थेन. उत्क्षेपणम् इति क्रिया अस्ति. उत्क्षेपणम् इति क्रिया अस्ति. It's a type of kriya. It's a type of action. So okay. Starting with utkshepanam. The below five karmani are defined. Can you read it? I'm sorry. Can you read the below sentence? Utkshepana, akshepana. Utkshepana, pakshepana, kunchan, pras. सारण गमनानि पञ्चकर्माणि. यथा नव्यद्रव्याणि निर्दिष्टानि, नवद्रव्याणि निर्दिष्टानि, चतुर्विंशतिगुणाः निर्दिष्टाः, तथा उत्क्षेपण अपक्षेपण आकुञ्चन प्रसारण गमन इति पञ्चकर्माणि अपि निर्दिष्टानि. उत्क्षेपण उपक्षेपण इति इत्यस्य अर्थं जानन्ति वा? हा, उत्क्षेपण इस् थ्रोयिङ्ग् अवे, थ्रोयिङ्ग् अप्वर्ड्स् उत्क्षेपण. अपक्षेपण इस् थ्रोयिङ्ग् डौन्. आकुञ्चन इस् अट्राक्षन्. प्रसारण इस् यु आल् नो, प्रसारयति, डिस्ट्रिब्यूट् आर् स्प्रेड्. गमनम् इस् द एक्शन् आफ् गोयिङ्ग्. तर्हि एतानि पञ्चकर्माणि इत्युच्यन्ते. अत्र प्रश्नः अस्ति वा? किं महोदय? आकुञ्चन इत्युक्ते अट्राक्ट् इति उक्तम् महोदयेन. अत्र द्रोणमहोदय वा भव्या भगिनी वा किमपि वक्तुम् इच्छन्ति किम्? न न भगिनि, अनन्तरम् अग्रे आगच्छति विस्तृतरूपेण. अस्तु, तत्र आगच्छति तदा पश्यामः. अस्तु, इदानीं तु केवलं उद्देशमात्रम्. उद्देश इत्युक्ते नाम सङ्कीर्तनमेव इदानीम्, इन्युमरेशन् एव अस्ति इदानीम्. अनन्तरम् लक्षणम् अनन्तरम् आगच्छति विस्तृतरूपेण. तत्रापि उक्तं, तत्र पुस्तके अपि अस्ति, पूर्वोक्तानां गुणानां कर्मणां च विस्तृतं विवरणम् अग्रे लक्षणपत्रणे भविष्यति इति. तत्र विस्तृतरूपेण पश्यामः. तदेव आकर्षणमेव समीप नयन आनयनं कम्प्रेशन् अपि किमपि भवति इति स्मरामि. गमन इत्युक्ते जनरल् मोशन्, गमनं. भगिन्या उक्तम् उत्क्षेपण अपक्षेपण, तत्तु उक्तमेव. अस्तु, तर्हि इदानीम् एतानि मनसि स्थापयन्तु. नवद्रव्याणि, चतुर्विंशतिगुणाः, पञ्चकर्माणि, तेषां नामनिर्देशः अत्र अभवत्. अग्रे माला भगिनी पठति वा? पूर्वोक्तानां गुणानां कर्मणां च क्रिमे लक्षणं भविष्यति. प्रति नाम्ना सङ्कीर्तनम् एव भवति. तत्र सर्वे गुणादयः द्रव्ये वर्तन्ते इत्यस्य पूर्वोक्तस्य अयम् अर्थः विवक्षितः. अग्रे पठतु भगिनि. अग्रे चार्ट् अस्ति न, तत् चार्ट् अनन्तरं पश्यामः. किन्तु वाक्यमस्ति किल, तत् पठतु. तत्र सर्वे गुणादयः द्रव्ये वर्तन्ते इत्यस्य पूर्वोक्तस्य अयमर्थः विवक्षितः. तदनन्तरं पठतु. तथा च गुणादयः सर्वे द्रव्ये एव तिष्ठन्ति इति न तद् वाक्यार्थः, किन्तु द्रव्ये अवश्यं तिष्ठन्ति. गुणादौ यथायथं तिष्ठन्ति इति अर्थः. द्रव्ये वर्तन्ते. एकनिमिषः, अवगतं वा भगिनि? न, अस्तु. सर्वे गुणादयः द्रव्ये वर्तन्ते, अवश्यं वर्तन्ते द्रव्ये. गुणादयः तु द्रव्ये वर्तन्ते. एतस्य अर्थः अयं नास्ति यद् गुणादयः अन्येषु न भवितुम् अर्हति इति, किन्तु द्रव्ये अवश्यं तिष्ठन्ति इति अर्थः अस्ति. सर्वे द्रव्ये एव तिष्ठन्ति इति तद् न वाक्यार्थः, किन्तु द्रव्ये अवश्यं तिष्ठन्ति इति अर्थः. तत्र किञ्चित् एकः प्रश्नः अस्ति. गुणादय इत्युक्ते अत्र किं भवति, कोऽपि वदति वा? गुण, कर्म, सामान्यम् एतानि. सत्यं. तत्र किं नास्ति? द्रव्यं नास्ति. द्रव्यं नास्ति तत्र. तर्हि तस्य अर्थः ते द्रव्यं विहाय अन्ये सर्वेपि द्रव्ये अवश्यमेव तिष्ठन्ति, परन्तु ते अन्यत्र न तिष्ठन्ति इति तस्य भावः न तदेव अर्थः. तत्र इदानीं यदि चित्रं पश्यामः चेत् तत् सर्वमपि स्पष्टं भवति. आम्, सत्यम्. इदानीं चित्रं पश्यामः, तत्र जानीमः किं कस्मिन् वर्तते इति. भगिनि, यथायथम् इत्युक्ते अत्र किमर्थं भवति? गुणादौ यथायथं तिष्ठन्ति. यथायथम् इत्युक्ते एज् एप्लिकेबल्, तदेव तस्य अर्थः. एज् एप्लिकेबल्, एज् रिस्पेक्टिव्लि अपि न भवति, एज् एप्लिकेबल् अर्थः. गुणे किं तिष्ठति अत्र चित्रे पश्यन्तु, तत्र गुणे किम् अस्ति? गुणे सामान्यं, समवायः, अभावः. तर्हि सामान्ये किम् अस्ति? समवायः, अभावः. तदेव यथायथम् इत्युक्ते एज् एप्लिकेबल्. सामान्य समवाय अभाव एप्लैस् टु गुण, समवाय अभाव एप्लैस् टु सामान्य. अस्तु, तदेव. अवगतं वा? आम्. अस्तु, इदानीं चित्रं किञ्चित् पश्यामः. जयन्ती भगिनी चित्रस्य विवरणं ददाति वा? चित्रं पठतु. द्रव्ये द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः च सन्ति इति अर्थः खलु? सत्यम्. अधः लिखितमपि अस्ति, पठतु. सप्तापि पदार्थाः द्रव्ये भवन्ति इत्यर्थः. अस्तु, अधः अस्ति चित्रे. गुणः अस्ति, गुणे सामान्यं, समवायः, अभावः च सन्ति. तथा च गुणे द्रव्यं, गुणः, कर्म, विशेषः च नास्ति इत्यर्थः. अस्तु, कर्म अस्ति, कर्मे सामान्यं, कर्मणि अस्तु, कर्मणि सामान्यं, समवायः, अभावः च सन्ति. एवं कर्मणि अपि द्रव्यं, गुणः, कर्म, विशेषः च नास्ति इत्यर्थः. सामान्ये समवायः, अभावः च स्तः. तथा च सामान्ये द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः च नास्ति इत्यर्थः. विशेषे समवायः अभावः च स्तः विशेषे पूर्वोक्ताः पञ्चपदार्थाः न सन्ति इत्यर्थः. समवाये अभावः एव, समवाये षट् पदार्थाः न सन्ति इत्यर्थः. अभावे अभावः एव, अभावे षट् पदार्थाः न सन्ति इत्यर्थः. इति अर्थः तदेव यथा यातम् इति खलु द्रोणमहोदय? As is applicable to each one of the padarthas iti. Okay. Ekah prashna asti mahode. Tatra purvasmin pute sarve gunadeha dravye vartante iti dattam asti kilo khalu. Parantu dravyam api dravye asti kila. Satyam. Tasmin vakye sarve dravyadeha dravye vartante iti kimartam na dattam tarhi. तदपि वक्तुं शक्यते इति मन्ये. अत्र गुणादयः इत्यस्मिन् सर्वे पदार्थाः अन्तर्भूताः खलु? परन्तु गुणः आदि इति अर्थे वयं नयामः. सत्यं, द्रव्यम् आदि इति वयं दृष्टवन्तः, तदनन्तरं गुणः, तदनन्तरं कर्म इति दृष्टवन्तः. किन्तु अत्र गुणादयः किमर्थम् अस्ति इति भवतः प्रश्नः किल? यतः अहं पूर्वं चिन्तितवान् चित्रस्य दर्शनस्य पूर्वं प्रायः द्रव्ये द्रव्यं नास्ति इति, गुणादयः द्रव्ये वर्तन्ते इति. परन्तु तत्र चित्रे द्रव्यमपि द्रव्ये अस्ति, यतः सप्तापि पदार्थाः द्रव्ये भवन्ति इत्यर्थः इति दत्तमस्ति किल, ततः एव मम प्रश्नः. तदपि वक्तुं शक्यते इति मन्ये महोदय. सत्यं, तदपि वक्तुं शक्यते, किन्तु यथा महोदयेन उक्तं किमर्थं द्रव्यादयः इति नास्ति इति अपि उत्तमः प्रश्नः. प्रायः श्रोप् महोदयं पृच्छामः अग्रिमे सप्ताहे. भगिनी, अहं चिन्तयामि गुणादयः एव वर्तन्ते इति न उक्तं किल, अतः आम् गुणादयः इत्यस्मिन् पदे सप्तपदार्थः अन्तर्भूताः इत्युक्ते गुणः, द्रव्यं, कर्म इत्यादयः इति आशयः अस्ति इति मन्ये. किन्तु यथा महोदयेन पृष्टं किमर्थं द्रव्यादयः इति न भवितुम् अर्हति इति अपि प्रश्नः साधु एव. भवितुम् अर्हति इति चिन्तयामि, अथवा स्वरूप महोदयं पृच्छामि. प्रायः तत्र द्रव्यं तत्र अधिकरणं गुणादयः आदेयत इति कारणात् प्रायः तथा भवति. किन्तु द्रव्ये द्रव्यमपि अस्ति, परन्तु तत्र क्लासिफिकेशन् वयं पश्यामः चेत् गुणः आदेयत इति संज्ञायां भवति, द्रव्यं तु तत्र अधिकरणं. महोदय, गुण अपि आधारः भवति, गुणत्व इति जाति यदस्ति सामान्यं तस्य आधारः यदा तत्र भवान् पश्यतु गुणः अस्ति किल, गुण अपि आधारः अपि भवति, आधेयः अपि भवति, द्वौ अपि भवतः. तत्र प्रथमे चित्रे कोष्टके पश्यति चेत् गुण आधेयः द्रव्यं तत्र आधाररूपेण अस्ति. द्वितीये कोष्टके यदि वयं चिन्तयामः तत्र किम् अस्ति, गुण आधारः सामान्यम् आधेयवान् अस्ति. अस्तु, अग्रे सरामः वा. अत्र एकं अब्सर्वेशन् अस्ति, अत्र गुणः गुणे नास्ति, अत्र द्रव्यं द्रव्ये अस्ति, अभावः अभावे अस्ति. सत्यम्. अस्तु तर्हि वेङ्कटेशमहोदय एव अग्रे पठति वा द्रव्ये. द्रव्ये वर्तन्ते इत्यत्र पूर्वदर्शितचित्रैः अर्थवर्णनेन च इदम् आयाति. सामान्यं द्रव्ये गुणे कर्मणि त्रिषु वर्तते. तत्र सर्वेषु द्रव्येषु विद्यमानं गुणरूपं पदार्थमाधाय द्रव्यसमुदायः यथा निरूपितः तथा गुणत्वसामान्यमाधाय गुणसमुदायः, कर्मत्वसामान्यमादाय कर्मसमुदायः निरूपयितुं शक्यते. किञ्चित् वदतु महोदय यत् अवगतम्. सामान्यम् इति वयं नयामः चेत् तत् द्रव्ये अस्ति, गुणे अस्ति, कर्मणि अस्ति, अतः त्रिषु सामान्यं वर्तते. सर्वेषु द्रव्येषु विद्यमानं गुणरूपं पदार्थमादाय सर्वेषु द्रव्येषु गुणरूपं वर्तते, तम् आदाय द्रव्यसमुदायः निरूपितः. द्रव्ये गुणः अस्ति इति विशेषम् आदाय गुणसमूहः निरूपितः. तथा एव गुणत्वम् इति किमपि कश्चन जातिः भवति. गुणत्वसामान्यमादाय गुणसमुदायः निर्दिष्टः भवति. यथा द्रव्ये गुणः, यस्मिन् गुणः अस्ति तद् द्रव्यम् इति वदामः, तदा तथा एव गुणत्वस्यापि कश्चन विशेषः भवति. तद्विशेषमादाय गुणसमुदायः कल्पयामः. कर्मत्वे अपि कश्चन विशेषः भवति, तमादाय कर्मसमुदायः निरूपयितुं शक्यते. तद् अग्रे गत्वा स्पष्टं भवति इति चिन्तयामि. अत्र तु न निर्दिष्टमस्ति किल द्रोणमहोदय, गुणत्वम् इत्युक्ते किं, कर्मत्वम् इत्युक्ते? अत्र अत्र न निर्दिष्टम्, अनन्तरम् आगच्छति. परन्तु अत्र एतेषां वाक्यानाम् अभिप्रायः स्पष्टमस्ति वा? नास्ति. अस्तु, इदानीं चिन्तयतु, इदानीं कथं वा वयं द्रव्यनिरूपणं कुर्मः? इत्युक्ते हौ डु वि डिस्क्रैब् अ द्रव्य? इफ् ऐ नीड् टु टेल् अ चैल्ड् वट् इस् अ द्रव्य, हौ डु ऐ डु देट्? यस्मिन् गुणः अस्ति. सत्यं. सो इफ् वि से यस्मिन् गुणः अस्ति, नौ देट् विल् ओन्लि पीक् औट् द्रव्य, इट् विल् नाट् गो इन् टु एनिथिङ्ग् एल्स्. इट् विल् नाट् गो इन् टु गुण, इट् विल् नाट् इन् टु सामान्य. It will unambiguously pick out a dravya. Now, if we need to describe to a child what is a guna, how do we do that? Yasmin samanyam samavayah abhavah asti. Tadati, tata anyatrabhi bhavet, sila. Samanyam samavayah abhavah asti yadu gadama te, pasyatu garmani api asti tad. Now the child is, children is, the kid is confused. Do we want to define karma or guna here? So we have to pick a characteristic that only applies to guna. Tata eva atra kattam asti gunatva samanyam gune eva vartate anyatra kutta api na vartate drabbe api na vartate karmani api na vartate samanya api na vartate vishese api nasti samavaya api nasti avave api nasti yato hi kevalam gune eva asti iti kritva गुणत्वसामान्यवान् गुणः इति वयं वक्तुं शक्नुमः. अस्तु, अन्यच्च महोदय, प्रायः अत्र गुणत्वसामान्यम् इति वदन्ति खलु, तत्र सामान्यं तु पदार्थसामान्यं नास्ति. तदेव अस्ति भगिनि, गुणत्वम् एव सामान्यं. सामान्यं नाम जाति. जाति आम्, सामान्यम् एव जाति अपरपर्याय. गुणत्वं तु जाति इज अ जनरल टर्म, गुणत्व इज अ स्पेसिफिक जाति. अनन्तरम् आगच्छति किल परम् अपरं सामान्यम् इति, अनन्तरम् आगच्छति, अनन्तरं पश्यामः. बट् इट् ईस् सामान्यं मीन्स् इट् कवर्स् एव्रिथिङ्ग्. इट् कवर्स् गुणत्व, द्रव्यत्व, अनन्तरं पृथिवीत्व. एव्री वन् आफ़् दोस् त्व, मोस्ट् आफ़् दोस् आर् जाति. एण्ड् जाति इस् आल्सो अनदर् टर्म् इस् ओके. अवगतम्. अतः महोदय, मम प्रश्नः सामान्यम्, अतः गुणत्वसामान्यम् आधाय इत्युक्ते तत्र सामान्यं यथा गुणे वयं चर्चयामः तत्र भिन्नः भवति, कर्मणि भिन्नः भवति इति अर्थः वा? सत्यं महोदय, कर्मणि कर्मत्व नाम सामान्यम् अस्ति, गुणे गुणत्वं नामकं सामान्यम् अस्ति. सामान्यं जनरल् परन्तु यथा वयं गुणस्य आदाय वयं कुर्मः तत्र सामान्य भिन्न अर्थे भवति, कर्मणि भिन्न अर्थे भवति इति किल? सत्यं, तत् किमर्थम् इत्युक्ते वयम् उक्तवन्तः गुणत्वसामान्य इति, अनन्तरम् उक्तवन्तः कर्मत्वसामान्य तथा गुणत्वसमवायः अपि भवति वा महोदय? गुणत्वसमवाय तत्र किमपि नास्ति, समवाय केवलम् अभाव एव. भवत्याः तदेव प्रश्नः वा? किञ्चित् भ्रमात्मकः अस्ति. सामान्यम् इत्युक्ते जनरल् इति उपयोगं न अत्र तु पारिभाषिकप्रयोगः. अत्र अत्र सामान्य यौगिक अर्थ रूढ अर्थ न भवति, अत्र पारिभाषिक टेक्निकल् टर्म् अस्ति सामान्य. किञ्चित् किञ्चित् वी केन् आल्सो टेक् इट् डस् हेव् अन्वर्थक मीनिङ्ग्, इट् डस् टेक् सम् मीनिङ्ग् फ्रम् द वर्ल्ड् बट् इस् एक्चुअलि इस् अ पारिभाषिक टर्म्. And in Tarka Sangraha, most of the time, the word term that is used is jati. Jati is the term that is used for samanya. Okay. So that samanya is different from what is given here? The samanya we use in our everyday language. Mm. Samanya vishayaha, samanya vicharaha. That is different from what is mentioned here. Correct. Correct. Okay. गुणत्वसामान्यं, गुणत्वम् इति सामान्यं, कर्मत्वम् इति सामान्यं. सत्यम्. इदानीं रीप्लेस् द टर्म् सामान्यं विद् जाति, गुणत्वजाति, कर्मत्वजाति. द्रव्ये अपि सामान्यम् अस्ति खलु, तद् भिन्न अस्ति वा? द्रव्यत्वसामान्यं तत् अस्तु अस्तु अवगतं वा? अग्रे क्षम्यतां महोदय. किं शिल्पा भगिनि? द मीनिङ्ग् आफ् अभावः. मीनिङ्ग् आफ् अभावः इस् एब्सेन्स्. ओ ओके. अस्तु वा. इदानीं सामान्यं, गुणत्वसामान्यम् इति वदामश्चेत् गुणत्वजातिः इति केटगरी, कर्मत्वसामान्यं, कर्मत्वजातिः. कर्मत्व इस् वन् टैप् आफ् केटगरि. वाट् एवर् इस् स्पेसिफिक् टु कर्मत्व इस् देर् अमाङ्ग् एव्री एलिमेण्ट् आफ् कर्मत्वजातिः, कर्मत्वसामान्यं तथा. अस्तु, अग्रे गच्छामः वा? आम्. रत्ना भगिनी पठति किम्? अस्तु. सामान्यपदार्थनिरूपणं, तस्य सामान्यस्य त्रीणि अधिकरणानि निरूप्य आधेयं सामान्यं निर्दिशति. भगिनी, अत्र त्रीणि अधिकरणानि कानि सन्ति? सामान्यस्य त्रीणि अधिकरणानि. इन् केस् आफ् यज्ञदत्ता आसनम्, आसनं वास् अधिकरणं, यज्ञदत्तः वास् आदेयः, तथा सामान्यस्य त्रीणि अधिकरणानि कानि इति दृष्ट्वा वदतु. द्रव्यं, गुणः, कर्म. परमपरं च इति. तर्हि एकनिमिष, त्रीणि अधिकरणानि निरूप्य सामान्यं निर्दिशति. आदेयः सामान्यः, सामान्यमस्ति आधेयम्. एतानि त्रीणि अधिकरणानि सामान्यस्य, तम् उपयुज्य सामान्यं निर्दिशति इति सारांशः तत्र. ओ, अधिकरणता उपयुज्य वयं आधेयं निरूपयामः. ओ अस्तु अस्तु अस्तु. अग्रे पठतु भगिनि. परं च इति द्विविधं सामान्यमिति. अत्र तु अदे अदर् वे अरौण्ड् इति अहं चिन्तयामि. तत्र त्रीणि अधिकरणानि निरूप्य अधेयता अधिकरणान् अधिकरणान् निरूपयति. महोदय अत्र किम् अस्ति इत्युक्ते नौ देट् वी हेव् सीन् वेर् सामान्य रिसैड् नौ वी वाण्ट् टु स्टडि वट् इस् देट् सामान्य देट् रिसैड्स् इन् सम्थिङ्ग् सो देट् इस् द मीनिङ्ग् तस्य सामान्यस्य त्रीणि अधिकरणानि इदानीं वयं दृष्टवन्तः तर्हि तत् आधेयं सामान्यं नाम किम् इति. अस्तु अग्रे गच्छामः. परमपरं च इति द्विविधं सामान्यम् इति इत्युक्ते परम् अपरं च इति द्विविध सामान्यं सामान्यं परं परमम् अपरम् इति द्विविधम् अस्ति. तत् किम् इति अग्रे विवरणमस्ति. अस्तु. यद्यपि स्वस्यं ग्रन्थकारः स्वयं ग्रन्थकारः क्षम्यतां स्वयं ग्रन्थकारः उपरिष्टात् सामान्यलक्षणं वदिष्यति यथापि सम्प्रदायरीत्या सामान्यसाधनाय यतितव्यम् इत्थं च जातिसाधनमाहुः साधनम् आहुः. आहुः इत्युक्ते काल् फार् बालं माता गवाक्षात् कश्चन प्राणिनं प्रदर्शयति इयं गौः इति वदति ततः तमेव बालमादाय पिता उद्यानं गच्छति मार्गे पूर्वदृष्टसदृशाकारं प्राणिनं दृष्ट्वा बालः इयं गौः इति वक्ति. अवगतम् एतावत्पर्यन्तम् किञ्चित् वदति वा भगिनी? उपरिष्टात् इत्युक्ते किमर्थम्? उपरितः किञ्चित् ममापि संशयः अस्ति. अत्र अर्थः अस्ति अग्रे वक्ष्यति इति अग्रे वदिष्यति इति अर्थः अत्र किमर्थम् इत्युक्ते भविष्यत्कालस्य प्रयोगः अस्ति तर्हि अग्रे अर्थे अग्रे इन् द फालोयिङ्ग् पेज् इति. सम्प्रदायरीत्या सामान्यसाधनाय यतितव्यं यतितव्यम् इत्युक्ते भगिनि प्रयत्नं करणीयम् अस्माभिः. यद्यपि सः परम्परं चेति किमपि वदति तथापि सम्प्रदायरीत्या सामान्यसाधनाय यतितव्यम्. अस्तु. अत्र माता बालं प्रदर्शयति इयं गौः इति गवाक्षात् गवाक्षात् प्रदर्शयति अनन्तरं पिता बाल तमेव बालं नीत्वा अथवा आदाय उद्यानं गच्छति मार्गे सः बालकः पुनः एकं प्राणिनं पश्यति तद्दृष्ट्वा सः इयं गौः इति वक्तुं शक्नोति. किमर्थम् इत्युक्ते सदृश आकारं दृष्ट्वा. आम् सत्यं. तद् अग्रे पठिष्यामः. अनन्तकृष्णमहोदय पठति वा? क्षम्यतां भगिनि अहं न अवगतवती. अस्तु. शिल्पा भगिनी बालं माता प्राणिनं दर्शयति. She shows him an animal and says this is a cow. Okay. Then the pita takes him to a garden and on the way he sees another cow. But he's able to tell this is a cow. It is not the same cow. Tat katham, how was that? Kimartam chet? Kinchana samanya lakshanam bhavati. Tadartam. Avakichhami. Astu. अनन्तकृष्णमहोदय कृपया पठति वा? तत्र पूर्वं या गोः गौः सारी तत्र पूर्वं या गौः तेन दृष्टा सा अन्या, इयं च अन्या. सा कृष्णा आसीत्, इयं तु श्वेता. अतः उभयोः रूपमपि भिन्नम्. उभयोः अपि शृङ्गपादादयः अवयवाः अपि परस्परं भिन्नाः. तर्हि किं दृष्ट्वा सः बालः गौः इयम् इति सम्यक् ज्ञातवान्? तदेव शास्त्रकारैः सामान्यम् इत्युच्यते. पठित्वा वदामि. समानानां धर्मः सामान्यम् इति. तत्र यद्यपि एकः गौः पूर्वं दृष्टः बालकेन, अनन्तरम् अन्यः अपि दृष्टः बालकेन, अन्या अपि दृष्टा बालकेन, परन्तु तयोः भेदः वर्तते. एकस्याः तु वर्णः कृष्णवर्णः अभवत्, अन्यस्याः तु वर्णः श्वेतवर्णः अभवत्. अनन्तरं तेषां शृङ्गपादादे पादादयः अपि भिन्नाः वर्तत अवर्तन्त. तथापि इयं गौः इति कथं सम्यक् बालः ज्ञातवान् इति प्रश्नः पृष्ट्वा तत्र एव तत्र किं कथं वक्तुं शक्यते इति पृष्ट्वा विषयः अस्ति तत्र सामान्यम् इति उच्यते. समानानां धर्मः सामान्यं. तत्र द्वयोः समानं धर्मः धर्मः यः धर्मः समानं भवति तत्र तन्नाम सामान्यम्. आम् महोदय, तथा एव अवगतं वा? अत्र धर्मः इत्युक्ते किं भवति? धर्मः इत्युक्ते यथा लोके वयं वदामः धर्मः वा मतः वा, तथा नास्ति. धर्मः इत्युक्ते विशेषलक्षणम्. अत्र अत्र भगिनी किञ्चित् विवरणम् इदानीं न आवश्यकं, परन्तु यतोहि भवत्या पृष्टं तत् किञ्चित् वक्तव्यं भवति. धर्म नाम किञ्चित् सामान्यपदम् अस्ति, जनरल् थर्म् देट् कवर्स् थिङ्ग्स् देट् अकरिन् सन्ति. यः कोऽपि कुत्रापि वर्तते चेत् तत् धर्मः भवति न्यायशास्त्रे. सो इफ् देर् इस् घटः अस्ति भूतले, तर्हि घटः भूतलस्य धर्मः भवति. तथैव हरितवर्णः अस्ति, गुणः अस्ति कुत्रापि, हरितवर्णः अपि गुण, अङ्कन्यः गुण, हरितवर्णगुण अपि तदपि धर्मः इति वक्तुं शक्यते. सो एनिथिङ्ग् देट् अकर्स् इस् अ धर्मः. ओके, एनिथिङ्ग् देट् अकर्स् एक्स्क्लूसिव्लि कुड् बी से दट्. किं न एनिथिङ्ग् दट् अकर्स् एक्स्क्लूसिव्लि इन् अ थिङ्ग् इस् सामान्यधर्मः. सत्यं सत्यं. सो ऐ थिङ्क् वाट् इस् गोयिङ्ग् आन् हियर् इस् अ वे आफ् डिड्यूसिङ्ग् हौ इस् इट् देट् वेन् अ चैल्ड् सीस् द सेकेण्ड् काव् देट् ही इस् एबल् टु say that this is a cow. So this is the main question that the Shastrakar is trying to answer. So if we read the whole paragraph, then what he's trying to say is, really, when he saw the first cow, the child understood a whole lot of things. He understood, he picked out a dharma. He understood that there is a dharma called gotva in that cow. It's a sarira of the cow. And then there is a relationship between the word, the sound, and the gotva. Those are the things the child learned the first time mother pointed out the cow to him. And taking that, when he sees the second cow, he applies that knowledge and he recognizes that the second is a cow. So if we read the paragraph again, let's read it one more time. Puna ekvaram padhama. Prarambhatah va. भगिनी, अत्र एकः प्रश्नः. इदानीम् अत्र सामान्यम् इति पदस्य आङ्ग्ल अनुवादं कामनालिटि इति वक्तुं शक्यते वा? शक्यते, परन्तु किं भवति, Vamana iti asti, but that will just take us down the wrong path, because it is true that it is a commonality, but in Nyaya category, that commonality is a reified commonality. It is an object that actually exists out there, real thing, out exists in the world. It is not some abstract commonality. In Nyaya, this Samanyam is also an existent object. Gotva is as real thing as anything. But we use the term commonality, that doesn't convey us that meaning. Athava evam vaktum shaknu mahava. Commonality in a gana. Go Ganeshu. Satyam. Commonality in this sense that this dharma, this particular dharma called gotva, is common to all the cows. All the cows, but it exists independently. It is actually a real thing. That real thing exists simultaneously in all the cows. That's the meaning. Astu tari agre patama va athava punah ekavaram tameva parichedam patama va. इदानीं समयः एकादशवादनम् अभवत् इति चिन्तयामि. किं कुर्मः, अग्रे गच्छामः अथवा इतोपि एकमेव पुटम् अस्ति किल द्रोणमहोदय, यत् स्वरूप् महोदयेन समापितम्? आं सत्यं सत्यम्, अहं चिन्तयामि एतदेव. तत् वयम् एकत्र अनेकजातीनां तत्र स्थगितवन्तः खलु, तत्रैव स्थगितवन्तः. इदानीं समाप्तम् इति मन्ये, पुनः समाप्तम् इति मन्ये इदानीम्. अस्तु तर्हि ततः पर्यन्तम् एकत्र अनेकजातीनां तत्र पर्यन्तं पठित्वा समापयामः. अनन्तकृष्णमहोदय पठति वा? एकविधा अवयवादि झन्यानि यानि गोशरीराणि तत्र सर्वत्र एकः अनुगतः धर्मः वर्तते. अनुगतः इत्यस्य सर्वत्र विद्यमानः इत्यर्थः. एवं च गवाक्षात् बालः गोशरीरं गोत्वसामान्यं च उभयं पश्यति. मात्रा इयं गौः इत्युक्तौ गोशब्दस्य गोत्वशरीरयोः च सम्बन्धमपि जानाति. ततः उद्यानमार्गे पुनः नूतनं गां तत्र गोत्वं च पश्यति. गोशब्दं स्मृत्वा गौः इयम् इति च वक्ति. अस्तु, किञ्चित् वदति वा महोदय? तत्र किं भवति, बालकः यदा गां पश्यति तत्र गोत्वमपि अवगच्छति इति तात्पर्यम् इति अहं चिन्तयामि. गोत्वं किम् इति ऐडिया स्फुरति. एकं गां दृष्ट्वा अन्यां गां पश्यति चेत् तत्र गोत्वम् इति कश्चन सामान्यधर्मः अस्ति इति स्फुरति तस्य मनसि. गोशब्देन सह तस्य कनेक्षन् भूत्वा इयं गोः इति वदति, अन्यं गामपि दृष्ट्वा इति एव सारांशः. आम् आं भगिनि, सत्यं. किञ्चित् अहं चिन्तयामि अत्र अस्ति द न्याय थियोरि आफ् मीनिङ्ग्. सो कथं वयं शब्दानाम् अर्थ ज्ञानम् अस्माकं जायते, तदपि अंशः अस्ति अत्र. तथा एव माता यदा दर्शयति तदा एव सः बालः गोशब्दस्य तस्य अर्थस्य च तेषां सम्बन्धज्ञानं तस्य जायते इति अपि अत्र अर्थः. शब्द अर्थयोः मध्ये यः सम्बन्धः अस्ति तस्य सम्बन्धस्य ज्ञानमपि प्राप्नोति सः बालः, तदपि अर्थः अत्र. तत्र फुट्नोट् मध्ये पश्यतु, अत्र फुट्नोट् मध्ये नम्बर् 2 पश्यतु, तत्र किञ्चित् दत्तमस्ति. अमुं च सम्बन्धं शक्तिरूपं शब्दखण्डे निरूपयिष्यामः इति उक्तं तत्र. देट् इस् अ वेरि वेरि मीनिङ्ग्फुल् स्टेट्मेण्ट्. अर्थः कः महोदय? अमुं च तत्र अधः शब्दस्य अहं चिन्तयामि, असौ अमु द्वितीया विभक्ति. आं द्वितीया विभक्ति. Can you explain that footnote in English, please? So, amuncha sambandham. So this relationship is of the form of sakti, which will be explained in the chapter, the sabda chapter, later on. Okay. And this is how he associates the word cow with the characteristics of a cow? Satyam. So in the Nyaya world, a word always has a relationship with its artha. It always exists out there. Just that the child doesn't know. A word is always related to some object, its object, but the child doesn't know. How does he learn? This is how he is learning. When the mother is explaining, he discovers that relationship, he learns. The relationship always existed, he just learns it. Okay. अनन्तरम् आगच्छति भगिनि, सर्वमपि आगच्छति अनन्तरम्. इदानीं ओवर् कम्प्लिकेट् न कुर्मः. अस्तु, अग्रे वाक्यद्वयमेव अस्ति. अनन्तकृष्णमहोदय एव पठित्वा समापयतु कृपया. तथा च सामान्यपदार्थस्वीकारे अपूर्वगोव्यक्तेः ज्ञानं न स्यात्. अतः सामान्यम् अवश्यं स्वीकार्यं. तदेव शास्त्रे जातिः इति व्यवह्रियते. तल्लक्षणविचारः सङ्ग्रहानुसारेण एव भविष्यति. किञ्चित् महोदय, सामान्यपदार्थस्वीकारे अपूर्वगोयुक्तेः ज्ञानं न स्यात्. ओ एवम्, अपूर्व ओ अस्तु. अतः अपूर्व इत्युक्ते नूतन गौ, तस्याः ज्ञानं न स्यात् यदि सामान्यपदार्थस्य अङ्गीकार नास्ति, एक्सेप्टेन्स् नास्ति चेत् इति वदति. तत्र किं भवति इत्युक्ते भारतीयदर्शनपरम्परायां सर्वे दार्शनिकाः सामान्यपदार्थस्य अङ्गीकारं न कुर्वन्ति. उदाहरणस्वरूपं वयं पश्यामः, बौद्धानां मते सामान्यनामपदार्थ नास्ति. तेषां नैयायिकैः सह तेषां महान् तत्र विवादः वर्तते. ते अपोहवाद इति सिद्धान्तस्य अनुसरणं कुर्वन्ति, सामान्यपदार्थं न स्वीकुर्वन्ति. ततः एव एतावत् एतादृश तत्र डिडक्षन् इन्फ्रेन्स् अत्र दत्तमस्ति, रीजनिङ्ग् दत्तमस्ति अत्र. परन्तु इदानीम् अनन्तरं पश्यामः, आगच्छति कुत्रापि कम्पेरिटिव् फिलोसफि भवति अनन्तरं, यदा वयं किञ्चित् अवगच्छामः तदनन्तरं पठिष्यति. तर्हि सारांशः इयं यत् प्रथमं नूतनं गां दर्शनात् पूर्वं गोत्वस्य सामान्यम् अस्माभिः स्वीकरणीयम् इति. सामान्यमेव जातिः इति नाम सत्यं महोदय. अतः सामान्यावश्यं स्वीकार्यं, तदेव उक्तं महोदयेन. तदेव शास्त्रे जातिः इति विव्रियते. तच्च सामान्यानां धर्मः समानधर्मः एव शास्त्रे जातिः इति व्यवह्रियते. जातिः इत्यस्य व्यवहारस्य अर्थः एवमेव सामान्यत्वम् इति. अत्र व्यवहारः कोऽपि वदति वा, व्यवहारः नाम किम्? एक्स्प्लैन्ड् किं किं भवति? एक्स्प्लैन्ड् इति किल, इति व्यवह्रियते. आं सत्यं तत्र नैयायिकाः वदन्ति परज्ञानजननार्थं शब्दप्रयोगः व्यवहारः इति वदन्ति. ओ एवं, पुनः वदतु महोदय. नाम तत्र वदामि परज्ञानजननार्थं शब्दप्रयोगः व्यवहारः. उत्तमं, शब्दप्रयोगः एव, विवरणमेव. भवता यत् उक्तं तदेव सत्यं, परन्तु किञ्चित् नैयायिकानां भाषां स्वीकृत्य वदामः चेत् तथा वदन्ति. सत्यं स्पष्टं भवति. तल्लक्षणविचारः सङ्ग्रहानुसारेण एव भविष्यति. इत्यस्य किञ्चित् विवरणं ददाति वा महोदय, द्रोणमहोदय? तल्लक्षणविचारसङ्ग्रहानुसारेणैव भविष्यति, किञ्चित् स्पष्टं नास्ति. तत् लक्षणविचारः अस्तु, अनन्तरं तेषां लक्षणविचारः भवति एव. सङ्ग्रहानुसारेण अहं न जानामि यत् तर्कसङ्ग्रहानुसारेण वा अनन्तरं अथवा यथा पूर्वं कृतं सङ्ग्रहं कृत्वा कृत्वा द्रव्यं इति सङ्ग्रहः. सत्यं भवति, तत्र उद्देशानुसारेण एव भवति इति एव तस्य अर्थः. सत्यमेव. तत्र इनुमरेशन् आर्डर् आसीत् किल, द्रव्यगुणकर्मसामान्यविशेष इति इनुमरेशन् आर्डर् आसीत् तत्र. रसगन्धस्पर्श इति गुणानां सङ्ग्रहः आसीत्. आम् आम्, सो फालोयिङ्ग् द सेम् आर्डर् लेटर् आन् लक्षणविचार विविधं तेन एव क्रमेण इति. सत्यं सत्यं, तदेव तदेव. अस्तु, तर्हि इतः परं शनिवासरकक्षे शनिवासरस्य वर्गे भवति चर्चा इति चिन्तयामि किल. आम्, इदानीं तु समाप्तं जातम् एतावत् यावत् वयं पठितवन्तः स्वरूपं यावत् पठितं कक्षायां तावत् तु वयम् इदानीमपि पुनः दृष्टवन्तः किल. तर्हि शनिवासरस्य वर्गे भवन्तः सर्वे आगच्छन्ति चेत् इतः परमेव पाठः भवति इति एव. प्रश्नाः सन्ति वा? के सन्ति? रत्ना भगिनी, माला भगिनी, जयन्ती भगिनी, आं वदतु भगिनि. परम् अपरम् इत्युक्ते? हा, परम् अपरम् इत्युक्ते सामान्यस्य द्विविधं, तद् एतावत् पर्यन्तम् अस्माभिः न दृष्टं. टिल् नौ वि हेवन् टच्ड् अपान् इट्. अग्रे गत्वा जानीमः. तस्य खण्डस्य टैटल् इव आसीत् तावदेव, अग्रे भविष्यति परम् इत्युक्ते किम्, अपरम् इत्युक्ते किम् इति. किन्तु समानानां धर्मः सामान्यम् इति जानन्तु इदानीं तावदेव. अस्तु, तर्हि शुभरात्रिः, शनिवासरे मिलामः. शुभरात्रिः. आगामि सप्ताहे अपि पठितवती वा?